तत्र इदं कारणं नभःस्पृशं दीप्तमनेकवर्णं व्यात्तारणं दीप्तविशालनेत्रं दृष्ट्वा हि त्वां ब्रह्मव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो. नभःस्पृशं द्युस्पर्शम् इत्यर्थः. दीप्तं प्रज्वलितम्. अनेकवर्णम् अनेके वर्णाः भयङ्कराः नानासंस्थानाः यस्मिन् त्वयि हितं त्वामनेकवर्णं. व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननं. दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं. दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतः अन्तरात्मा मनः यस्य मम सः अहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं च उपशमनं मनस्तुष्टिं हे विष्णु. कस्मात् दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न ज्ञानेन लभे च शर्म प्रसीद देवेश जगन्निवास. दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वा इव उपलभ्य कालानलसन्निभानि. प्रलयकाले लोकानां दाहकः अग्निः कालानलः तत्सदृशानि कालानलसन्निभानि मुखानि दृष्ट्वा इत्येतत्. दिशः पूर्वापरविवेकेन न जाने विमूढो जातः अस्मि अतः न लभे च न उपलभे च शर्मसुखम्. अतः प्रसीद प्रसन्नो भव हे देवेश जगन्निवास. येभ्यो मम पराजयाशङ्का या आसीत् सा च भगत यतः अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्गैः भीष्मो द्रोणसूतपुत्रस्तथा सहास्मदीयैरपि योधमुख्यैः. अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः त्वरमाणाः विशन्ति इति व्यवहितेन सम्बन्धः. सर्वे सहैव सहिताः अवनिपालसङ्गैः अवनिं पृथ्वीं पालयन्ति इति अवनिपालाः तेषां सङ्गैः. किञ्च भीष्मो द्रोणः सूतपुत्रः कर्णः तथा असौ सह अस्मदीयैरपि दृष्टद्युम्नप्रवृत्तिभिः योधमुख्यैः योधानां मुख्यैः प्रधानैः सह. किञ्च वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्नां दशनान्तरीषं संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः. वक्त्राणि मुखानि ते तव त्वरमाणाः त्वरायुक्ताः सन्तः विशन्ति. किं विशिष्टानि मुखानि? दंष्ट्राकरालानि भयानकानि भयङ्कराणि. किञ्च केचित् मुखानि प्रविष्टानां मध्ये विलग्नाः दशनान्तरेषु मांसमिव भक्षितं सन्दृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः उत्तमाङ्गैः शिरोभिः. कथं प्रविशन्ति मुखानि इत्याह यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीरं विशन्ति वक्त्राण्यभिज्वलन्ते. यथा नदीनां स्रवन्तीनां बहवः अनेके अम्बूनां वेगाः अम्बुवेगाः त्वराविशेषः समुद्रमेव अभिमुखाः प्रतिमुखाः द्रवन्ति प्रविशन्ति तथा तद्वन् तव अमी भीष्मादयः नरलोकवीराः मनुष्यलोके शूराः विशन्ति वक्त्राणि अभिविज्वलन्ति प्रकाशमानः. ते किमर्थं प्रविशन्ति कथं चैत्याः यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः. यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गः पक्षिणः विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्धः उद्भूतः वेगः गतिः येषां ते समृद्धवेगः। तथैव नाशाय विशन्ति लोकाः प्राणिनः, तवापि वक्त्राणि समृद्धवेगः। त्वं पुनः लीलिह्यसेन्द्रसमानस्समन्त लोकान् समग्रान् वदनैज्वलद्भिः तेजोभिरापूर्यजगत्समग्रं वासस्तवोग्राः प्रतपन्ति विष्णुम्। लेलिह्यसे आस्वादयसि ग्रसमानः अन्तः प्रवेशयन् समन्ततः लोकान् समग्रां समस्तां वदनैः वक्त्रैः ज्वलद्भिः दीप्यमानैः तेजोभिः आपूर्य संव्याप्य जगत्समग्रं सह अग्रेण समस्तम् इत्येतत्। किञ्च भासः दीप्तयः तव उग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील। यतः इयम् उग्रस्वभावः अतः आख्याहिमेको भवानुग्ररूपं नमोऽस्तु ते देववरप्रसीदं विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्। आख्याहि कथय मे मह्यं कः भवान् उग्ररूपः क्रूराकारः। नमः अस्तु ते तुभ्यं हि देववर देवानुप्रधानं प्रसीद प्रसादं कुरु। विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यं न हि अस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टा। श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धं लोकां समाहर्त्वमिह प्रवृत्तः ऋतेऽपि त्वां न भविष्यन्ति सर्वे एव स्थिता प्रत्यनीकेषु योदाहम्। कालः अस्मि लोकक्षयकृन् लोकानां क्षयं करोतीति लोकक्षयकृन् प्रवृद्धः वृद्धिं गतः। यदर्थं प्रवृद्धः तच्छृणु। लोकां समाहर्तुं संहर्तुम् इह अस्मिन् काले प्रवृत्तः। ऋतेऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रवृत्तयः सर्वे। येभ्यः तव आशङ्क ये अवस्थितः प्रत्यनीकेषु अनेकम् अनेकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनेकेषु योधाः योद्धारः। यस्मादेवं तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुंश्व राज्यं समृद्धं मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव संयसाचिन्। तस्मात् त्वमुत्तिष्ठ भीष्मप्रवृत्तया अतिरताः अजेयाः देवैरपि अर्जुनेन जिताः इति यशः लभस्व। केवलं पुण्यैः तत् प्राप्यते। जित्वा शत्रुं दुर्योधनप्रवृत्तिं भुंश्व राज्यं समृद्धम् असपत्नम् अकण्टकं मया एव एते निहताः निश्चयेन हताः प्राणैः वियोजिताः पूर्वमेव निमित्तमात्रं भवत्वं हे सव्यसाचि। सव्येन वामेनापि हस्तेन शराणां क्षेप्ता सव्यसाचि इति उच्यते अर्जुनः। द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरां मया हतां स्वं जिहिमा व्यतिष्ठ युद्धस्वजेतासिरणे सपत्न। द्रोणञ्च येषु येषु योधेषु अर्जुनस्य आशङ्का तांस्तां व्यपदिशति भगवान् मया हतानिति। तत्र द्रोणभीष्मयोः तावत् प्रसिद्धम् आशङ्काकारणं। द्रोणस्तु धनुर्वेदाचार्यः दिव्यास्त्रसम्पन्नः आत्मनश्च विशेषतः गुरुः गरिष्ठः। भीष्मश्च स्वच्छन्दमृत्युः दिव्यास्त्रसम्पन्नश्च परशुरामेण द्वन्द्वयुद्धम् अगमत् न च पराजितः। तथा जयद्रथः यस्य पिता तपः चरति मम पुत्रस्य चिरः भूं निपातयिष्यति यः तस्यापि चिरः पतिष्यति इति। कर्णोऽपि वासवदत्तय शक्त्या तु अमोघय सम्पन्नः सूर्यपुत्रः कानिनः यतः अतः तन्नाम्ना एव निर्देश मया हतां त्वं जहि निमित्तमात्रेण मा व्यतिष्ठः तेभ्यः भयं मा कार्षि युद्धस्व जेतासि दुर्योधनप्रवृत्तिं रणे युद्धे सपत्नान् शत्रुन्। सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानकिरीटिं नमस्कृत्वा भूयैवाह कृष्णं सगङ्गदं वीतवीतप्रणम्य। एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिस्सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा भूयः पुनः एव आह उक्तवान् कृष्णं सगद्गदम्। भयाविष्टस्य दुःखाभिघात स्नेहाविष्टस्य च हर्षोद्भव अश्रुपूर्णनेतृत्वे सति श्लेष्मणा कण्ठावरोद ततश्च वाचः अपाटवं मन्दशब्दत्वं ये सगद्गदः तेन सह वर्तते इति सगद्गदं वचनम् आह इति वचनक्रियाविशेषणमेतत्। भीतभीतः पुनः पुनः भयाविष्टचेताः सन् प्रणम्य प्रह्वः भूत्वा आह इति व्यवहितेन सम्बन्धः। अत्र अवसरे सञ्जयवचनं साभिप्रायं कथं द्रोणादिषु अर्जुनेन निहतेषु अजेयेषु चतुर्षु निराश्रयः दुर्योधनः निहतः एव इति मत्वा धृतराष्ट्रः जयं प्रति निराशः सन् सन्धिं करिष्यति ततः शान्तिः उभयेषां भविष्यति इति तदपि न अश्रौषी धृतराष्ट्रः भवितव्यवशात्।